अद्य नूतनपाठः आरप्स्यते, श्रूयते खलु? श्रूयते महोदय. अद्य नूतनपाठः आरप्स्यते, अदादिगणे हलन्तधातवः. पूर्वे अस्माभिः अदादिगणे अजन्तधातवः इति पाठः पठितः. तत्र अदादिगणे ये अजन्तधातवः आसन् तेषां विषये सार्वधातुकलकारेषु तेषां रूपाणि कथं निष्पद्यन्ते इति अस्माभिः पठितम्. तत्र किमस्ति, अदादिगणे विकरणप्रत्ययः नास्ति, अतः धातुः एव अङ्गमस्ति. अदादिगणे धातुः अजन्तः अस्ति चेत् अङ्गमपि अजन्तम् अस्ति. अजन्तम् अङ्गं तस्मादनन्तरं तिङ् प्रत्ययः, अतः तत्र अङ्गकार्यं यत् भवति तदस्माभिः पूर्वे एव पठितम्. तत्र हल् सन्धेः प्रसक्तिः एव नासीत्, यतोहि तत्र पूर्ववर्णः अचवर्णः आसीत्. परन्तु यदि धातुः हलन्त अस्ति, तदनन्तरं साक्षात् अनन्तरं तिप्रत्ययः अस्ति चेत् हल् सन्धेः प्रसक्तिः आगच्छति. अतः इदानीम् अग्रे गत्वा सर्वत्र हल् सन्धिः करणीया. अतः अस्माभिः हल् सन्धिविषये बहु किमपि प्रथमतया पठितं, येन अदादिगणे, जुहोत्यादिगणे, रुधादिगणे अस्माकं सौकर्यं भवति. अस्तु, तर्हि इदानीम् अदादिगणे किं भवति इति वयं चिन्तयामः. तर्हि गोमतीमहोदय पठतु इदानीम्. आं महोदय, अदादिगणे द्विसप्ततिः धातवः सन्ति, तेषु पञ्चचत्वारिंशत् धातवः अजन्ताः, सप्तविंशतिः धातवः हलन्ताः च. चत्वारिंशत् अजन्तधातवः अस्माभिः परिशीलिताः पूर्वतले पाठे. अधुना सप्तविंशतिः हलन्तधातवः अवलोकयिष्यन्ते इति प्रथमवाक्ये दत्तम्. सो प्रथमवाक्ये अग्रे पठामि. यथा सर्वेषु गणेषु अदादिगणे अपि कर्त्रथके सार्वधातुकप्रत्यये परे कर्तरि शप् इत्यनेन शप् विहितः अस्ति, तदा अधिप्रभृतिभ्यः शपः इति अनेन शपः लुक् भवति. अनुवृत्तिसहितसूत्रम् अधिप्रभृतिभ्यः शपः लुक्. शपः लुक् भवति, अतः अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते. शपः लुक् इत्यस्मिन् प्रसङ्गे स्मर्यतां यत् लुक् इत्युक्ते लोपः एव, नाम शपः शप् विकरणप्रत्ययः अपगच्छति. परञ्च लोपलुक् इत्यनयोः कश्चन भेदः अस्ति. खेदः अयं यत् कस्यचित् प्रत्ययस्य लोपः यदा भवति तदा लुक्कप्रत्ययः यद्यपि न दृश्यते तथापि कार्यं करोति. परन्तु प्रत्ययस्य लुक् भवति चेत् प्रत्ययलोपे प्रत्ययलक्षणं नास्ति इत्यस्मात् किमपि कार्यं तेन न भवति. लुकि सति यस्मात् अङ्गात् प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं च भवितुम् अर्हति इति दत्तम्. द्वितीयगणः अस्ति अदादिगणः इति. तत्र द्विसप्ततिः धातवः सन्ति, तेषु द्वि सप्तविंशतिः धातवः हलन्ताः, अन्याः धातवः अजन्ताः. अजन्तधातवः अस्माभिः पूर्वस्मिन् वर्गे पठितम्. अधुना हलन्तधातवः हलन्तधातूनां विषये पठनं भविष्यति इति दत्तम्. सर्वेषु गणे यथा सर्वेषु गणेषु यत्र कर्तृत्वे सार्वधातुकप्रत्ययः परे अस्ति चेत् कर्तरि शप् इत्यनेन शप् विहितः अस्ति. दशसु गणेषु अपि कर्तरि शप् इत्यस्य शप् विहितः अस्ति यदा कर्तृत्वे सार्वधातुकप्रत्ययः परे अस्ति चेत्. परन्तु इदानीम् अदादिगणे अधिप्रबुद्धिभ्यः शापः इति एकं सूत्रम् आगच्छति. इत्यनेन शपः लुक् भवति. अधिप्रबुद्धिभ्यः शपः इत्यनेन शपः लुक् भवति. लुक् लोपः एव, परन्तु लुक् लोप इत्यनयोः किञ्चित् भेदः अस्ति अर्थे. तद् एतत् अस्ति, शपः लुक् भवति अतः कोऽपि विकरणप्रत्ययः न दृश्यते. लुक् भवति यदा लोपः भवति तदा द्वयोः सन्दर्भे विकरणप्रत्ययः न दृश्यते. परन्तु लुक् इत्युक्ते चेत् अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति, प्रत्ययः लोभः भवति चेदपि तत्र प्रत्ययस्य कार्यं भवति एव, परन्तु प्रत्ययस्य लुक् भवति इति लोभः भवति इत्युक्ते प्रत्ययस्य कार्यं भवति एव. लुक् इत्युक्ते प्रत्ययः अपगच्छति, तस्य कार्यं न दृश्यते. अतः शपः कर्तृत्वे शपः इति शप् विहितः अस्ति प्रथमं यदा सार्वधातुकप्रत्यये परे कर्तृत्वे, तदापि शपः लुक् भवति चेत् तत्र शपः कार्यं न भवति. शपः कार्यं भवति चेदेव तत्र धातुः तिङ् प्रत्ययो मध्ये अ इति विकरणप्रत्ययस्य अवशिष्टभागः दृश्यते. यदा लुक् भवति अधिप्रभृतिदशमः लुक् भवति चेत् तत्र प्रत्ययस्य कार्यं न भवति. अतः लुक् अपि च लोपः अनयोः भेदः कः इति अस्मिन् परिच्छेदे दत्तमस्ति, विवरणं दत्तमस्ति इति. बहु सम्यक्. प्रत्ययलोपे महोदय सम्यक् रीत्या उक्तम्. अत्र कर्तृशब् सार्वधातुके इति सार्वधातुकप्रत्ययः इदानीमपि अस्ति तिङ् प्रत्ययः, तस्मात् परे मध्ये धातोः अनन्तरं शप् प्रत्ययः आगच्छति. परन्तु अधिप्रभृतिभ्यः शपः इति सूत्रेण तत् शप् प्रत्ययस्य लुक् भवति. लुक् अस्ति अतः लुक् लोपः इव नाम तस्य अदर्शनं भवति, अतः प्रत्ययः न दृश्यते. यथा लोपः भवति चेत् प्रत्ययः न दृश्यते, तथैव लुक् भवति चेत् प्रत्ययः न दृश्यते. परन्तु लुक् सामान्यलोपः नास्ति. सामान्यतया यथा लोपः भवति तदा प्रत्ययः तु न दृश्यते, परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण प्रत्ययस्य कार्यं तु भवति. परन्तु लुक् मध्ये न लुमताङ्गस्य इति एकं सूत्रमस्ति खलु, अस्माभिः पूर्वं पठितं. न लुमताङ्गस्य इत्यनेन लुक् श्लू लुप् इति ये लोपः सन्ति, लुक् श्लू लुप् तत्र न केवलं प्रत्ययस्य अदर्शनं भवति, परन्तु तेन प्रत्ययेन यत् अङ्गकार्यं भवति तदपि न भवति. तेन प्रत्ययेन यः अङ्गकार्यं भवितुं शक्नोति तदपि न भवति. अतः अदादिगणे शप् प्रत्ययस्य यः लुक् भवति तेन प्रत्ययः शप् प्रत्ययः न दृश्यते, तेन यत् अङ्गकार्यं भवति तदपि न भवति, अतः प्रत्ययस्य किमपि लक्षणं न भवति, किमपि कार्यं न भवति. अतः किं भवति, एतद् भवति चेत् साक्षात् प्रत्ययानन्तरं प्रत्ययानन्तरं तिङ् प्रत्ययः आगच्छति, मध्ये विकरणप्रत्ययः न दृश्यते, न तस्य कार्यं भवति. साक्षात् तिङ्प्रत्ययः अग्रे भवति चेत् हल्सन्धेः प्रसक्तिः आगच्छति इति विवरणम् अस्तु. मीना महोदय अग्रे पठतु. अबादिगणे विकरणप्रत्ययस्य लुक् भवति, अतः धातोः साक्षात् परे तिङ्प्रत्ययाः विहिताः भवन्ति, यथा पायोगः ति पाति. पूर्वम् अदादिगणस्य अजन्तदातवः अवलोकिताः. अत्र अच् वर्णः अन्ते आसीत्, अतः एकं मुख्यं कार्यं गुणकार्यं यथा ई योगः ति एति एति. अस्मिन् पाठे अदादिगणस्य हलन्तदातवः परिशीलयिष्यन्ते. अत्र धात्वन्ते हल् वर्णः अस्ति, अतः एकं मुख्यं कार्यं सन्धिकार्यम्. इदानीम् अदादिगणे अजन्तदातवः एव परिशीलितं तत्र उदाहरणं परिशीलितः, यथा पायोगः ति पाति भवति. इदानीं हलन्तदातवः परिशीलयामः. अच् तत्र पूर्वं यथा अजन्तदातवः ई योगः ति एति भवति, गुणकार्यं भवति. अस्मिन् पाठे हलन्तदातवः परिशील्यते. अत्र दातव्य हल्वर्णः अस्ति, अतः एकं मुख्यं कार्यं सन्धिकार्यमेव. ओके, हल्वर्णः अस्ति. ओके, पठामः वा? स्मर्यते यत् हलन्तदातुरूपाणि भिन्नरीत्या सिद्ध्यन्ति अदादिगणे, अदादिगणे, जुहोत्यादिगणे, रुदादिगणे च, यतः तत्र धातोः तिङ् प्रत्ययस्य च साक्षात् सम्पर्कः. अदादिगणे, जुहोत्यादिगणे, रुदादिगणे च हलन्तधातुभ्यः यदा हलादिप्रत्ययः विहितः तदा हल् सन्धिः सम्भवति इति ज्ञायते. स्मरन्तु यत् प्रत्ययः अजादिवर्णैः आरभ्यते, प्रत्ययः अजादिवर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्सन्धिः न भवति, केवलं वर्णसम्मेलनं भवति. प्रत्येक अजादिवर्णैः प्रत्येक अजादिवर्ण आरभ्यते, अहं धातु हलन्तम् अस्ति चेदपि तत्र वर्णमेलनम् एव अस्ति, सन्धि नास्ति. प्रत्ययः इ इर् इव् इम् इन् इत्येभिः हल्वर्णैः आरभ्यते चेत् आधिक्येन हल् सन्धिः न भवति. प्रत्ययः इत्येभिः वर्णैः आरभ्यते, तस्यामेव दशायां हल् सन्धिः भवति. हल् सन्धयः कीदृशाः अपि च कार्यं कीदृशम् इति पूर्वतनेषु हल्सन्धिपाठेषु विस्तरेण अवलोकितम्. अतः अधुना एतत् हल्सन्धिः विज्ञानं मनसि विधाय अग्रे सरेम. सर्वान् अदादौ स्थितान् हलन्तदातू परिशीलयाम. किमपि नास्ति, तर्हि अत्र इदानीं धातुः हलन्त अस्ति, धातोः अन्ते हल् वर्णः अस्ति. इदानीं तदनन्तरं प्रत्ययः हलादि भवितुं शक्नोति, अजादि भवितुं शक्नोति. प्रत्ययः अजादि चेत् किमपि न भवति, केवलं वर्णमेलनं। प्रत्ययः हलन्त अस्ति चेदपि तत्र अपि यदि प्रत्ययादौ यकार य र व म न इति वर्णाः सन्ति चेत् तत्र अपि सामान्यतया केवलवर्णमेलनं भवति। केवलं यदा धातोः अन्ते हल् वर्णः प्रत्ययादौ त थ ध स इति वर्णाः सन्ति चेदेव हल् सन्धेः प्रसक्तिः आगच्छति। अतः अस्माभिः हल् सन्धेः चत्वारः पाठाः पठितः खलु। तकारादिप्रत्ययः अस्ति चेत् किं करणीयं, थकारादिप्रत्ययः अस्ति चेत् किं करणीयं, सकारादिप्रत्ययः अस्ति चेत् किं करणीयं, धकारादिप्रत्ययः अस्ति चेत् किं करणीयं, तत्र तत्र तत् सः सः पाठः आगत्य कार्यं करोति। तर्हि हल् सन्धेः प्रसक्तिः आहत्य कुत्र भवति, यदा धातोः अन्ते हल् वर्णः अपि च तिङ्प्रत्ययस्य आदौ त थ ध स, तत्र एव भवति, अन्यथा केवलवर्णमेलनमेव भवति इति। अस्तु, इदानीं पर्यन्तं सर्वे अवगच्छन्ति खलु? आं महोदय। अस्तु, मदर् महोदय अग्रे पठतु। आं महोदय। वयं जानीमः यत् सार्वधातुकप्रकरणे दश धातुगणाः गणसमूहद्वये विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम्। येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणाः प्रथमगणसमूहे वर्तन्ते। येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगणाः द्वितीयगणसमूहे वर्तते इति। सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति, तत्र विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः। यथा द्वादि द्वादौ शप् इति विकरणप्रत्ययः, भू धातोः पव इति अङ्गम्, अङ्गस्य अन्तिमवर्णः ह्रस्व अकारः, शप एव अन्तिमवर्णः, अतः अङ्गम् अदन्तम् इति। स्वादौ श्नु इति विकरणप्रत्ययः, चि धातोः चिनु इति अङ्गम्, अङ्गस्य अन्तिमवर्णः उकारः, श्नोः एव अन्तिम वर्णः, अतः अङ्गम् अनदन्तम् इति। अदादौ विकरणप्रत्ययेषु नास्ति एव, अदादौ धातुः एव अङ्गम्, अतः धातोः यः अन्तिमवर्णः सः एव अङ्गस्य अपि। अदादौ अस् धातुः सकारान्तम्, अतः अङ्गमपि सकारान्तम्। फा धातुः अकारान्तम्, अतः अङ्गमपि अकारान्तम् अङ्गम्। यु धातुः उकारान्तम्, अतः अङ्गमपि उकारान्तम्। अदादौ यथा धातुः तदा अङ्गम्, अपि च अदादौ अकारान्तधातवः न सन्ति एव, अतः सर्वाणि अङ्गानि अनदन्तानि, अत एव अदादिगणः द्वितीयगणसमूहे वर्तते। अदादिगणः द्वितीयसमूहे अस्ति, अतः तिङ्प्रत्ययाः तत्रत्याः एव। अस्मिन् पाठे पुनः द्वितीयगणसमूहस्य तिङ्प्रत्ययाः दत्ताः। वयं धातुगणे गणसमूहद्वये विभक्ताः अनदन्तम् इति, अदन्तं अदन्तम् इत्युक्ते अङ्गस्य अन्तिमवर्णः अजन्त अङ्गमस्ति, अजन्तवर्णः। अनदन्तम् इत्युक्ते उकारः अस्ति वा? सम्यक् वक्तुं न शक्नोमि महोदय, अहम् आगन्तुम् आगतवती इति। किमस्ति सामान्यतया धातुगणेषु अदन्तम् अङ्गमस्ति चेत् तिङ्गप्रत्ययः एकगण एकसमूहे सन्ति, अनदन्तम् अस्ति चेत् भिन्नतिङ्गप्रत्ययः सन्ति. तर्हि प्रथमं द्रष्टव्यं यत् अङ्गम् अदन्तम् अस्ति चेत् अनदन्तम् अस्ति. इदानीं विकरणप्रत्ययः नास्ति खलु, अतः तिङ्प्रत्ययस्य कृते अदादिगणे धातु एव अङ्गमस्ति. अतः धातोः अन्ते यः वर्णः तेन एव वयं ज्ञातुं शक्नुमः यत् अङ्गम् अदन्तम् अस्ति चेत् अनदन्तम् अस्ति चेत्. धातोः अन्ते अकारः अस्ति चेत् अङ्गम् अदन्तम्, धातोः अन्ते अकारः नास्ति चेत् अङ्गम् अनदन्तम्. तर्हि अदादिगणे कोऽपि धातुः नास्ति यस्य अन्ते अकारः अस्ति. अतः अदादिगणे सर्वे धातवः अनदन्ताः सन्ति, द्वितीयकरणसमूहे वर्तन्ते. अतः तेषां कृते तिङ्प्रत्ययः अपि ते सन्ति ये अनदन्त अङ्गानां कृते भवन्ति इति. अवगच्छति वा? आम् अवगच्छामि महोदय. अस्तु, तर्हि इदानीं सर्वप्रथमं किं द्रष्टव्यम्? अनदन्त अङ्गानां कृते तिङ्प्रत्ययाः के के सन्ति तस्य पुनरावलोकनं करणीयम्. अस्माभिः पूर्वमेव पठितं यत् अनदन्त अङ्गानां कृते तिङ्प्रत्ययाः के के सन्ति, कथं निष्पद्यन्ते इति पूर्वमेव अस्माभिः पठितं, सूत्राणि के कानि कानि सन्ति. अतः केवलं पुनरावलोकनं कुर्मः यत् अनदन्त अङ्गानां कृते अदादिगणे तिङ्प्रत्ययाः के के सन्ति. अस्तु, अग्रे पठतु. पूर्णमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु क्रियापदस्य निर्माणार्थं त्रीणि सोपानि सन्ति, विकरणप्रत्ययनिमित्तिकम्, अङ्गकार्यं, तदा धातु विकरणप्रत्ययोः मेलनं. तिङ्प्रत्ययसिद्धिः तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा अङ्गं तिङ्प्रत्ययोः मेलनं. त्रीणि सोपानि सन्ति सार्वधातुकक्रियपदस्य निर्माणसमये. प्रथमे विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदनन्तरं विकरणप्रत्ययो धातो मेलनं, द्वितीय तिङ्प्रत्ययसिद्धिः, तदनन्तरं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं, तदनन्तरं तदा अङ्गं तिङ्प्रत्ययोः मेलनं. विकरणप्रत्ययः तर्हि विकरणप्रत्ययप्रत्यय अङ्गकार्यं तत् करणीयं, तदनन्तरं धातुविकरणप्रत्ययो मेलनं करणीयं, तदनन्तरं तिङ्प्रत्ययस्य सिद्धिः, तदनन्तरं तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यम् अपि च मेलनं. तर्हि इदानीं प्रथमसोपानं पश्यामः. रघुपति महोदय पठतु. एकनिमिष महोदय, एकनिमिष. तत्र तिङ्प्रत्ययसिद्धिः तत्र ततः खलु न विकरणप्रत्ययस्य निमित्तकम् अङ्गकार्यं प्रथमं. अस्तु, विकरणप्रत्यय निमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं. कुत्रापि किमपि कार्यं नास्ति यतः शप् विकरणप्रत्ययस्य लुक् भवति, अतः शप् न दृश्यते, दृश्यते शप् न दृश्यते न वा अङ्गकार्यस्य निमित्तं शप् न दृश्यते न वा अङ्गकार्यस्य निमित्तं भवति. महोदय भवत्याः त्रुटिका अस्ति, भग्ना भवति. श्रूयते वा? मध्ये मध्ये भग्न भवति. इदानीं श्रूयते. एकनिमिष, हलो, एकनिमिष महोदय, एकनिमिष. इदानीं तु इदानीं श्रूयते वा महोदय? श्रूयते, पठतु. अहम् इदानीं तु वैफै नास्ति, क्लेशः अस्ति. अत्र विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं किमपि नास्ति, कुत्रापि किमपि कार्यं नास्ति, अतः लुक् भवति, अतः अतः किमपि कार्यं नास्ति तत्र इति अस्ति. प्रथम प्रथमे सोपाने. द्वितीयसोपाने तिङ्प्रत्ययसिद्धिः वयं पूर्वं दृष्टवन्तः. अदादिगणे अङ्गम् अनदन्तम् अस्ति इति कृत्वा अनदन्तानां कृते सिद्धतिङ्प्रत्ययाः वयं पूर्वमेव दृष्टवन्तः. तत्र तीतः अन्ति, सीतः त, मे वहमः, ते आते, अते इति भवति तत्र, से आते द्वे, ए वहे महे इति, लोट्लकार तु, तात् ताम् अन्तो, हि ता तां त, आनि अवा आम, अत्र किमपि परिवर्तनं नास्ति. ताम् आताम् अताम् स्व अथां त्वम् ऐ आवहे आमहे अत्रापि किमपि नास्ति त ताम् अन् तं त अं वाम त आताम् अथ अत्र अथ इति तत्र अन्त् इति अत्र अथ भवति ताः आथां त्वम् ई वहि महि इति अग्रे विद्रिङ्गकाले यात् यातां युः याः यातं यात यां याव याम आत्मनेपदि ईत् ईत ईयताम् ईरन् ईताः ईयाताम् ईत्वम् ईय ईवहि ईमहि श्रूयते खलु महोदय श्रूयते तर्हि अत्र किमपि नूतनं नास्ति पूर्वमेव अस्माभिः पठितम् अनदन्त अङ्गानां कृते तिङ्गप्रत्ययाः के के सन्ति सार्वधातुकलकारेषु ते एव अत्र पुनः लिखिताः सन्ति अतः एते प्रत्ययाः मनसि भवेयुः इति अस्तु इदानीं पर्यन्तं प्रश्नः अस्ति वा कस्यापि अस्ति अस्ति महोदय किं मम मम एकः संशयः अस्ति अत्र पूर्वस्मिन् परिच्छेदे अदादिगणौ अकारान्तधातः न सन्ति एव अतः सर्वाणि अङ्गानि अनदन्तानि इति दत्तं परन्तु प इति धातुः तु अकारान्तधातुः न आ अपि आकारान्त अस्ति खलु अदन्तम् इत्युक्ते ह्रस्व अकारान्तम् अस्ति खलु अकारान्त इत्युक्ते न अदन्तम् अदन्तम् इत्युक्ते किं ह्रस्व अकारान्तम् अत् इत्युक्ते तद् मया अवगतम् अदन्तम् इत्युक्ते हर्ष अकारः अन्ते यत्र ह्रस्व अकारः नास्ति खलु दीर्घाकारः हा पा इति अदन्तं नास्ति परन्तु अकारान्तम् अस्ति न अस्तु तर्हि अकारान्तम् अस्ति अहं मम कथनस्य तात्पर्यम् अस्ति अदन्तं नाम ह्रस्व अकारान्तम् अस्तु परन्तु अत्र दत्तम् अपि च अदादौ अकारान्तधातवः न सन्ति एव अतः सर्वाणि अङ्गानि आशयः अस्ति यत् ह्रस्व अकारान्तधातुः अदादिगणः अस्तु अदन्त अस्तु अस्तु महोदय धन्यवादः अन्यप्रश्नः अस्ति वा कस्यापि अस्तु तर्हि प्रथमसोपाने किमपि नास्ति द्वितीयसोपाने केवलं सिद्धतिङ्गप्रत्ययाः सन्ति ये अस्माभिः पूर्वं पठितं तर्हि मुख्यकार्यम् इदानीम् अस्माकं तृतीयसोपाने अस्ति तिङ्गप्रत्ययनिमित्तिकम् अङ्गकार्यम् अपि च अङ्गतिङ्गप्रत्ययस्य मेलनम् इति तर्हि इदानीं तिङ्गप्रत्ययनिमित्तकम् अङ्गकार्यं किं किं भवितुं शक्नोति इति वयं पश्यामः नाम तिङ्गप्रत्ययस्य स्पर्शेन धातोः मध्ये किं किम् अङ्गकार्यं भवितुं शक्नोति इति वयम् अग्रे पठामः अस्तु तर्हि विजया महोदय पठतु तृतीयबिन्दुः सा चाट् मध्ये लिखितवती अस्ति महोदय अहं शृणोमि एव जि अहं शृणोमि एव जि इति लिखितवती इति वा चाट् मध्ये अस्तु तर्हि भवती एव पठतु गोमति महोदय पठामि महोदय किं प्रत्ययः निमित्तस्य अङ्गकार्यं तदा अङ्गतिं प्रत्ययोः मेलनं तदेव न महोदय तृतीयबिन्दुः हा तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम् तृतीयबिन्दुः अस्मिन् सोपाने सर्वप्रथमं तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा एव सन्धिकार्यम् अदादिगणे विकरणप्रत्ययः नास्ति अतः धातुः एव अङ्गमस्ति अङ्गम् अपि किङ् प्रत्ययस्य योजनम् एव तृतीयकार्यं क्रियापदस्य निर्माणार्थं तृतीयकार्यं विकरणप्रत्ययः धातु विकरणप्र अहं पूर्वस् अस्मिन् परिच्छेदे यत् दत्तं तद् दृश्य अस्मिन् सोमाने सर्वप्रथमं तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं तदा एव सन्धिकार्यम्। अत्र तिङ् प्रत्ययः अनन्तरं अङ्गस्य धातोः मध्ये किमपि विकरणप्रत्ययः नास्ति, धातु एव अङ्गम्, अतः धातोः तिङ् प्रत्ययस्य मेलनं तदेव अङ्गकार्यं, तत्तु सन्धिकार्यमेव। किमर्थं चेत् अत्र अदन्तं धातुः नास्ति अदादिगणे, अदन्तम् अङ्गम् अस्ति चेत् परे हल् प्रत्ययः अस्ति चेदपि तत्र किमपि सन्धिकार्यं न भवति, परन्तु हल् परे हल् अस्ति चेत् सन्धिकार्यं भवितुमर्हति। अतः सन्धिकार्यस्य प्रथमं यत् लिखितमस्ति तत् पठतु, तदनन्तरं विवरणं ददातु, नो चेत् भ्रमः भवति जनाः। अस्तु महोदय, तत्र ए बिन्दुः पठामि। अङ्गकार्यम्, अङ्गकार्ये किं किं सम्भवति इति एकवारं चिन्तनीयम्। अस्मिन् पाठे सर्वे धातवः हलन्ताः, अतः सार्वधातुकार्थधातुकयोः इत्यस्य प्रसक्तिः नास्ति एव। स्मर्यतां सूत्रार्थ एवम्, इगन्धधातोः अनन्तरं सार्वधातुकप्रत्ययः अथवा आर्थधातुकप्रत्ययः अस्ति चेत् इगन्धस्य अङ्गस्य गुणः भवति, यदा भूयोग शप् भो योग आ, तादृशकार्यम् अस्मिन् पाठे न कुत्रापि भविष्यति, यतोहि धातुः हलन्तः, इगन्धधातुः अत्र नैव भवति। परन्तु अस्मिन् पाठे कुत्रचित् उपधायां लघु इक् वर्तते, अतः तादृशेषु स्थलेषु पुगन्धलघुपथस्य च इत्यनेन उपधायां गुणकार्यं, तथा यथा विदुधातुः योगस्ति, वेद योगस्ति, अन्यच्च अन्यच्च कुत्रचित् विशिष्टसूत्रेण उपधायाः वृद्धिरादेशः भवति, यदा मृज योगस्ति, मार्ज योगस्ति इति। वदामि, अस्मिन् परिच्छेदे धातुः अनन्तरं तिङ् प्रत्ययस्य निमित्तकं किं भवति इति दत्तं, तत् तु सन्धिकार्यमेव इति उक्तं। किमर्थं चेत् अत्र अङ्गकार्यं किं किं सम्भवति इति अस्माभिः पठितं। अत्र अदादिगणे सर्वे धातवः हलन्ताः इति उक्तं पूर्वे, सार्वधातुकार्धधातुयोः इति एकं सूत्रमस्ति, तत् सूत्रे तेन सूत्रेण गुणकार्यस्य प्रसक्तिः भवति, यदा इगन्धम् अस्ति चेत् सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं भवति। अत्र तु इगन्धधातुः नास्ति, किमर्थं चेत् इगन्धधातुः अजन्तधातुः अस्ति, अदादिगणे अजन्तधातुः नास्ति एव इति उक्तं। यदा उदाहरणरूपेण हू इति इगन्धधातुः अस्ति चेत् हू अनन्तरं शप् कर्त्रार्थे सार्वधातुके परे शप् विहितं भवति, शप् इति सार्वधातुक प्रत्ययः अस्ति तिंशित् सार्वधातुकम् अनेन सूत्रेण, अतः तत्र गुणकार्यं भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण। भू ऊकारस्य गुणः भो इति अस्ति, भो योग शपः तु आ एव अवशिष्यते, भो योग आ इति भवति। तादृशकार्यम् अदादिगणे न भवति, किमर्थं चेत् धातुः हलन्तः, इगन्धधातुः नास्ति एव तत्र। अस्मिन् पाठे कुत्रचित् परन्तु इगन्धधातुः अन्ते नास्ति, तत्तु सत्यं, परन्तु कुत्रचित् उपधायां लघु इक् वर्णः भवितुमर्हति, उभधायां लघु इक् वर्णः भवति चेत् पुगन्धलघुपथस्य च इति एकं सूत्रम् अत्र कार्यं कर्तुम् आगच्छति. तत्र यदा उभधायां ह्रस्व इक् अस्ति चेत् तस्य गुणः भवति. उदाहरणरूपेण विद् इति धातुः इकारः उभधायाम् अस्ति, अन्ते तु नास्ति. विद् इति अदादिगणधातुः अस्ति, विद् योगति तो उभधायाम् इकारः अस्ति. अतः पुगन्धलघुपथस्य च इति सूत्रस्य प्रसक्तिः अपि च प्राप्तिः अस्ति. अतः इकारस्य गुणे भूत्वा वेद भवति, वेदयोगः ति. अन्यच्च कुत्रचित् विशिष्टसूत्रेण उभधायाः वृद्धिरादेशो भवति. उभधायाम् इक् वर्णः अस्ति चेत् गुणकार्यं भवति पुगन्धलघुपथस्य च इति सूत्रेण. अन्यत् अपि एकं सूत्रमस्ति, तत्र विशिष्टसूत्रेण उभधायाम् इक् वर्णः अस्ति चेत् तस्य वृद्धिः आदेशरूपेण भवति. उदाहरणेन मृज् इति धातुः विशिष्टसूत्रेण न जानामि, कोऽपि स्मरति वा? मृजो सूत्रं किं रूपं सूत्रं किं मृजेर्वृद्धिः. तर्हि सम्यक् महोदय, तर्हि किम् अस्ति तिङ्गप्रत्ययनिमित्तिकम् अङ्गकार्यं सामान्यतया किम् अस्ति? गुण अवृद्धिकार्यं. गुण केन सूत्रेण भवति? सार्वधातुकार्धातुकयोः अथवा पुगन्तदभूपदस्य अत्र सार्वधातुकार्धातुकयोः तु सूत्रं कार्यं न कर्तुं शक्नोति, प्रसक्तिः एव नास्ति. यतोहि तस्य प्रसक्तिः इगन्त अङ्गं कृते भवति, नाम यस्य अङ्गस्य अन्ते इकारः उकारः हरिकारः अस्ति. अत्र अदन्त अतः अत्र धातुः हलन्त अस्ति चेत् अन्ते इकार उकार ऋकार तु न वदन्ति खलु. अतः सार्वधातुकार्धातुकयोः तस्य प्रसक्तिः न भवति, परन्तु पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः भवितुं शक्नोति. अत्र उपधायां लघुकवर्णः अस्ति, यथा विद् धातुः अस्ति खलु. विद् मध्ये उपधायां लघुकवर्णः इकारः अस्ति, अतः तत्र प्रथमतया पुगन्तलघुपदस्य च इति सूत्रेण गुणकरणीयः. अतः विद्योगः ति वेद्योगः ति इति भवति. तथैव अन्य कोऽपि अविशिष्टकार्यमस्ति चेत् तदपि करणीयं, यथा मृजेर्वृद्धिः इति सूत्रेण मृज् धातुः अस्ति चेत् मृज् धातोः अनन्तरं मृज् धातोः अनन्तरं पित् प्रत्ययः अस्ति चेत् गुणः न भवति परन्तु वृद्धिः भवति. अतः मृज् योगः ति तत्र सर्वप्रथमं मार्ज् योगः ति इति भवति इति अस्ति. तर्हि एतदेव अङ्गकार्यम् अस्ति, गुणः करणीयः पुगन्तलघुपदस्य च इति सूत्रेण, अथवा मृज् धातुः कृतेः वृद्धिः करणीया मृजेरवृद्धिः इति सूत्रेण. तर्हि अङ्गकार्यं समाप्तम् इति एव अस्ति. तदपि अङ्गकार्यं कुत्र भवति? तत्रैव भवति यत्र धातुः पित् अस्ति. पित् नास्ति चेत् तदपि न भवति. किमर्थम्? अपित् अस्ति चेत् सार्वधातुकमपि इति सूत्रेण नित्वत् भवति. नित्वत् अस्ति अतः निति च इति सूत्रेण गुणकार्यस्य वृद्धिकार्यस्य निषेधः भवति. इदानीं पर्यन्तं सर्वे अवगच्छन्ति वा? आम् महोदय. अस्तु गोमति महोदय, बी बिन्दु पठतु सन्धिकार्यं. पठामि सन्धिकार्यं. यदा तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं समाप्तं तदा अङ्गतिङ्प्रत्ययोः मेलनं क्रियते. यदा मेलनं भवति तदा कस्यचित् सन्धिकार्यस्य प्राप्तिरस्ति चेत् अस्मिन् समये क्रियताम्. अधुनैव पूर्वतनेषु हलसन्धिपाठेषु यत् हलसन्धिकार्यम् अधीतं तत् साधनीयं. कानिचन प्रसिद्धसूत्राणि मनसि स्युः. परस्मैपदस्य लोटि हुजल् हुजल्भ्यो तर्हि इदानीम् एकवारम् अङ्गकार्यं समापयति, तदनन्तरं सन्धिकार्यं करणीयं. किमर्थं प्रथमम् अङ्गकार्यं भवति तदनन्तरं सन्धिकार्यं भवति? अङ्गकार्यस्य अङ्गकार्यं बलीयः वर्णकार्येण इति अस्ति. अतः तत्त्वम् अस्ति एकम्. अन्यमस्ति यत् बहूनि एकं बहूनि हल्सन्धिसूत्राणि अष्टमाध्याये भवन्ति, अतः पूर्वत्र सिद्धम् इति अधिकारेण तेषां कार्यम् अन्ते भवति इति अपि अस्ति. त्रिवारणात् अङ्गं बल्यम् इति एकम् अस्ति, अपि च पूर्वत्र सिद्धम् इति अपि कार्यं करोति. अतः सामान्यतया सन्धिकार्यं सर्वदा अन्ते भवति, अङ्गकार्यस्य अनन्तरं भवति इति अस्ति. तर्हि इदानीं सन्धिकार्यस्य चिन्तनं करणीयम्. तर्हि एकवारम् अस्माभिः तु वस्तुतः हल्सन्धेः सर्वाणि सूत्राणि पूर्वमेव पठितानि, परन्तु अत्र महोदयेन पुनः सूत्राणि लिखितानि सन्ति. तर्हि पूर्णसूत्रप्रसङ्गस्य आवश्यकता नास्ति, यतोहि अस्माभिः पूर्वं पठितं नूतनसूत्रं नास्ति. अतः किं कुर्मः, प्रथमवाक्यं पठामः, अनुवृत्तिसहितसूत्रं पठामः, अन्य किमपि पठनस्य आवश्यकता नास्ति इति कुर्मः. तर्हि सूत्रं, सूत्रस्य प्रथमवाक्यं, सूत्रस्य अनुवृत्तिसहितसूत्रम् इति एव पठामः. अस्तु, अग्रे मीना महोदय. परस्मैपदस्य लोटि एकं सूत्रमस्ति अस्माभिः पठितं, भूजल्व्यो हेर्धिः हेर्धिः, सूत्रं किं वदति पठतु. परस्मैपदस्य लोटि हूजल्भ्यो हेर्धिः, अनुवृत्ति एव पठितव्यं वा? हू धातवः जल् तेभ्यः दातव्यश्च हि प्रत्ययस्य स्थाने आदेशः भवति. अनुवृत्तिसहितसूत्रं पठतु, पठतु, अर्थं वदतु भवत्याः शब्देषु. हू धातुतः हलन्तेभ्यः जलन्तेभ्यः धातुभ्यश्च हू धातुभ्यः अपि च जलन्तेभ्यः जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने धि आदेशो भवति. येन विदितदन्तस्य इत्यनेन तद् न पठतु, केवलं प्रथमवाक्यं भवत्याः शब्देषु तस्य अर्थम् अपि च अनुवृत्तिसहितसूत्रम्. हू धातुतः जुहोति इति धातु, तत् हू धातुतः जलन्तेभ्यः धातुभ्यश्च इति धातु जल् प्रत्याहारे वर्णे अन्तिमवर्णे अस्ति चेत् हि हि प्रत्ययस्य लोट्लकारे मध्यमपुरुषे एकवचनं हि प्रत्ययस्य स्थाने धि आदेशो भवति. अनुवृत्तिसहितसूत्रं हूजल्भ्यो अङ्गेभ्यः हेः धिः. तर्हि हू धातु अथवा झलन्तधातुः अस्ति चेत् तस्मात् अनन्तरं, साक्षात् अनन्तरं लोट्लकारस्य हि प्रत्ययः अस्ति, तस्य स्थाने धि भवति, धि भवति. हू झल्भ्यो हेर्धिः, हू झल्भ्यः अङ्गेभ्यः हेः धिः इति. सर्वे अवगच्छन्ति? गच्छन्ति. उदाहरणं चिन्तयामि, मनसि न अस्ति इदानीं. धिः उदाहरणम् आवश्यकम्. धातुः अस्ति झलन्तधातुः, तस्य धि भवति. बहूनि उदाहरणानि सन्ति. हकारस्य धकारः धि भवति. इदानीं मनसि नास्ति भगिनी महोदय. धातु अस्ति खलु, अत् इति अस्ति खलु, तत्र किं भवति? अत्र अत् योग हि इति खलु, किं भवति? अद्धि, अद्धि भवति. अद्धि तदेव. परस्मैपदस्य लङि अपृक्त एकाल् प्रत्ययः यस्य प्रत्ययस्य एकैक अल् एक एव अल् प्रत्ययस्य एक एव अल् तस्य अपृक्तं संज्ञा भवति. ओके, पठामि वा? एकश्चासौ अल् एका अन्तिमवाक्यं सूत्रं अत्र अपृक्तम् इति किमिति उक्तं, तत्र अपृथक्संज्ञा इति किम् इति. एक एव अल् अस्ति चेत् अपृक्तम् इति उक्तं. सूत्रं स्वयं सम्पूर्णम् एकाल् प्रत्ययः अपृक्तः. अस्मिन् प्रश्ने एक एव अल् वर्णः अस्ति, लङ् लङ् प्रत्यये लङ् इत् इस् हल् अपृक्त अस्ति अपृक्तं हल् ज्ञाभ्योर्दीर्घात् सूति स्यपृक् सूतिषु अपृक्तं हल् हल् ज्ञाभ्यो दीर्घात् सूतिषु सूतिस्यपृक्तं हल् हलन्तात् ओके दीर्घ दीर्घन्तात् हल्ङ्याभ्यो नि अभ्यो दीर्घाबन्धात् दीर्घाबन्धात् च सूतिसि इत्येषाम् अपृक्तसंज्ञस्य हलः लोपः हल्ङ्याभ्यो दीर्घात् सूतिस्य अपृक्तं हल् दीर्घात् हल् ज्ञाभ्यो सुतिसि अपृक्तं हल् लुप्यते तत्र हल् ङि आभ्यो आभ्यो दीर्घात् सुतिस्य अपृक्तं हल् सु इति सुते सुबन्तं प्रथमाविभक्ति एकवचनं किल तत्र सुओजस् तत्र सु तिप्रत्ययं सिप्रत्ययम् अपृक्तं लङ् लङ् लकारे भवति अपृक्तम् इत् इस् तस्य ज्ञाप्यो दीर्घात् हल् ज्ञाप्यो हल् ङि आभ्यो दीर्घात् सूतीसि अपृक्तं हल् लोपः वा लुप्यते अत्र उदाहरणं सुहल् हल् सूत्यस्य पृक्तं हल् नाम हलन्त अङ्गम् अपि च दीर्घ आबन्त अङ्गं नाम यस्य अन्ते दीर्घ आ स्त्रीप्रत्ययः भवति दीर्घ न्यबन्त अङ्गं नाम यस्य अन्ते दीर्घ नीप प्रत्ययः अस्ति खलु नीप् इत्युक्ते नदी लता तस्य अनन्तरं यदि सुऔजस् इति सुप्रत्ययस्य अथवा तिप् प्रत्ययस्य अथवा सिप् प्रत्ययस्य अपृक्तरूपम् अस्ति चेत् तत् अपृक्तहल् वर्णस्य लोपः भवति यथा लता अस्ति खलु लतायोगः सु लतायोगः सुप्रत्ययं लता एव अवतिष्ठते सु लोपः भवति लतायोगः सु उकारस्य इति संज्ञा भवति लतायोगः इस् इदानीम् इस् अपृक्त अस्ति अपृक्तम् अस्ति अनेन सूत्रेण सकारस्य लोपः भूत्वा रूपं भवति लता तथैव तादृशमेव नदी तत्तु सुबन्तेषु हलन्तेषु अपि इदानीं वयं जानीमः लङ्लकारस्य प्रथमपुरुष एकवचने मध्यमपुरुष एकवचने अपृक्तप्रत्ययः अस्ति अतः हलन्त अङ्गम् अस्ति तदनन्तरं अपृक्त सकार सकार अस्ति चेत् लङ्लकारस्य तस्य लोपः भवति इति अस्माभिः पठितम् तर्हि केन सूत्रेण लोपः भवति हल्याभ्यो दीर्घा सो तीसि प्रक्तं हल् अस्तु इदानीम् अग्रे गच्छामः मुदर् महोदय पठामि वा आम् महोदय पठतु सर्वेषु लकारेषु इमानि अधःस्थानि सूत्राणि प्रवर्तन्ते ध्येयं यत् इमानि सर्वाणि त्रिपाद्यां वसन्ति अतः पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रं चेत् पूर्वकार्यम् अपि च परसूत्रं चेत् परकार्यं नाम यत् सूत्रं सङ्ख्यया क्रमेण प्रथमम् आयाति तस्य कार्यं पूर्वं भवति अतः सूत्रक्रमेण सर्वाणि दर्शितानि अत्र सर्वेषु लकारेषु इमा सर्वे सूत्राणि त्रिपाद्यां सन्ति, अतः पूर्वत्र सिद्धम् इति सूत्रस्य प्रसक्तिः अत्र अस्ति. पूर्वसूत्रं चेत् पूर्वकार्यं पूर्वस्य पूर्वसूत्रकार्यं करणीयं, परसूत्रं चेत् परकार्यं करणीयं. न सङ्ख्यानुसारेण कार्यं करणीयम् इति उक्तं महोदय. पूर्वसिद्धमस्ति खलु, पूर्वसूत्रस्य पूर्वकार्यं, प्रथम अन्य परसूत्रस्य परकार्यं. परकार्यं संयोग अग्रे पठ अग्रे पठनीयं वा? संयोगान्तस्य लोपः, यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपो भवति. अनुवृत्ति अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः. अत्र यस्य पदस्य अन्ते संयोगः अस्ति तस्य अन्तिम वर्णस्य लोपो भवति इति सूत्रं वदति एतत् सूत्रम्. सकारस्य एकनिमिष एकनिमिष प्रश्नः अस्ति वा कस्यापि, संयोगान्तस्य लोपः पदस्य अन्ते संयोगः अस्ति चेत् संयोगस्य अन्तिमवर्णस्य लोपः भवति. सर्वे आगच्छन्ति खलु, यस्य पदस्य अन्ते संयोगः अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपः भवति. अस्मिन् सूत्रे कस्यापि प्रश्नः अस्ति वा? अस्तु, तर्हि इदानीं क्रमेण यदि गच्छामः अग्रिमसूत्रमस्ति धीच. धीच किं वदति मदर् महोदय? सकारस्य लोपो भवति दकारादिप्रत्यये परे. अनुवृत्तिसहितसूत्रं धी च सस्य लोपः. सकारस्य लोपः दकारादिप्रत्यये परे अस्ति चेत् सकारस्य लोपो भवति. धकारादिप्रत्यये परे सकारस्य लोपो भवति धीच. धीच अस्तु, अग्रे स्कोः संयोगाद्योरन्ते च. स्कोः संयोगाद्योरन्ते च संयोगस्य प्रथमसदस्य सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति, न तु द्वितीयसदस्यस्य जलि पदान्ते च. यदि संयोगः अस्ति चेत् संयोगस्य प्रथमसदस्य सकारः वा ककारः अस्ति चेत् तस्य लोपो भवति पदान्ते वा जलि जला पदान्ते जलान्ते वा अस्ति चेत् पदान्ते अस्ति चेत् पदान्ते अथवा जल् परे. जल् परे अस्ति चेत् निमित्तं नाम किं? यदि पदस्य अन्ते अथवा जल् परे संयोगः अस्ति यस्य प्रथमवर्णः सकारः ककारः अस्ति तर्हि तत्र संयोगान्तस्य लोपः इति सूत्रेण नाम द्वितीयसदस्यस्य लोपः न भवति अपि तु सकारस्य ककारस्य लोपः भवति. स्कोः संयोगाद्योरन्ते च इति सूत्रेण परिचितं सूत्रमस्ति. अग्रे संयोगान्तस्य लोपः इत्यस्य अपवादसूत्रमस्ति खलु. अपवाद इति न वदामः, यतोहि संयोगान्तस्य लोपः केवलं पदान्ते अस्ति. स्कोः संयोगाद्युरन्ते झलिपरे अपि अस्ति, परन्तु आं सम्यक् पदान्ते तु अपवादः इव अस्ति इति चिन्तयितुं शक्नुमः. अस्तु, द्रौपदी महोदय चोहकुः. आं चोहकुः इति अष्टमाध्यायपादस्य त्रिंशत्तमं सूत्रमस्ति. चवर्गस्य स्थाने एकवर्गादेशो भवति, पदान्ते जलि चोः षष्ट्यन्तं कुः कृतम् क्षम्यताम् अनुमतिसहितम् अस्ति चोः कुः जलीपदस्य अन्ते च इति चकारस्य स्थाने कवर्गादेशः भवति पदान्ते अपि च जलादि जलादिप्रत्यये परे अपि इति अस्ति चोः कुः इति पदस्य अन्ते अपि भवति अथवा जलादिप्रत्यये परे चवर्गस्य स्थाने कवर्गादेशः भवति इति अस्ति अग्रे पठामि वा महोदय अग्रिमसूत्रमस्ति षट्त्रिंशत्तमं सूत्रमस्ति व्रश्च भ्रश्च सृजं भृज जय राजभ्राजच्छशांशः इति तत्र परिगणितदातन व्रश्च भ्रश्च सृज मृज यज राजभ्राज अपि च षकारान्ताः एतेषां धातूनां तत्र षकारादेश मूर्धन्यादेश षकारादेशः भवति जलिपरे जलाधिपत्ये परे अपि च पदस्य अन्ते अपि चेदपि भवति षकारः भवति अपि च जलि जलादि प्रत्यये परे अपि भवति इति अस्ति अग्रे अग्रिमसूत्रमस्ति सामान्यसूत्रमस्ति पदान्ते झल् परे चवर्गीयवर्णस्य कवर्गः भवति परन्तु व्रश्च व्रश्च सृज मृज यज राज भ्राज छकारान्त षकारं धातुः अस्ति चेत् तत्र तुक्सहितषकारान्त अस्ति चेत् झल् परे अथवा पदान्ते कवर्गीयवर्णः न भवति परन्तु मूर्धन्यषकारः भवति इति अस्ति इति अपि अस्माभिः पठितम् अग्रे झलां जशुवन्ते महोदय एतत् सूत्रं षत्वविधानसूत्रम् इति वक्तुं शक्नुमः वा आम् एकरीत्या षत्वविधानम् एव अस्ति परन्तु सर्वत् एतदेव षत्वविधानं नास्ति खलु आदेशप्रत्ययोपि षत्वविधानमेव अस्ति षत्वविधानस्य एकं सूत्रम् इति चिन्तयितुं शक्नुमः अस्तु तर्हि अद्य इदानीमेव समापयामः तर्हि अत्र किमस्ति अग्रिमसप्ताहे तु प्रायः 7:40 to 9 एव कक्षा भवति तदनन्तरं किमस्ति 7:30 to 8:30 भवति एव तत्र टैमिङ्ग् किमपि अग्रे अथवा अनन्तरं गन्तुं शक्नोति परन्तु 7:30 to 8:30 to 8:45 इति 2:09 इति एव भवति इति सर्वेषां कृते सम्यक् अस्ति खलु समयः आम् महोदय अस्तु तर्हि मम गृहे अतः समयः किञ्चित् परिवर्तनं भवितुं शक्नोति परन्तु अस्मिन्नेव स्लाट् मध्ये भवति 7:30 to 9 अस्ति 7:30 to 9 मध्ये एव भवति इति न श्रूयते किं न श्रूयते न श्रूयते किं समयः परिवर्तनं भवति भगिनि परिवर्तनं न नाम सामान्यतया 7:30 to 9 अस्ति खलु अद्य 7:30 to 8:30 एव अस्ति अस्मिन्नेव स्लाट् मध्ये भवति परन्तु एक्साक्ट् टैमिङ्ग् तत्र किमपि किञ्चित् परिवर्तनं भवितुं शक्यते इति एव आं महोदय मीन्स् नेक्स्ट् क्लास् विल् बि फोर् 1 hour किं नेक्स्ट् क्लास् विल् बि फोर् 1 hour ओन्लि नेक्स्ट् क्लास् प्रायः पूर्णसमयकृते भवति 7:40 to 9 परिवर्तनं भवति चेत् ई पत्रे लिखिष्यामि परन्तु प्रायः सामान्यतया 7:40 to 9 एव भवति अस्तु तर्हि इदानीं विरमामः शुभरात्रि धन्यवादः धन्यवादः धन्यवादः महोदय